वदतु। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च गणतोपनित्रयम्। ॐ श्रीगणेशाय नमः। ॐ श्री सरस्वत्यै नमः। ॐ श्री गुरुभ्यो नमः। धन्यवादः। ओके, प्रश्नाः सन्ति? गत अवसरे यद् वयं कृतवन्तः अहं तु सन्तुष्टा न, परन्तु अन्य प्रश्नाः मनसि उद्भवति चेत् वदन्तु, अन्यथा अग्रे गच्छामः। वदन्तु शीघ्रं शीघ्रम्। ओके, अहमेव प्रश्नं पृच्छामि। किमस्ति? किञ्चित् सार्वधातुकम्। ओके, एतदस्ति अस्माकं सूत्रम् अनुसूया। तस्मिन् विषये भवती किं चिन्तयति? यदा धातु प्रत्ययः तिङ् अस्ति अथवा किञ्चित् अस्ति, तानि प्रत्ययानि सर्वधातुकः इति संज्ञा भवति, तस्य संज्ञा भवति इति तस्य अर्थम्। श्चित् अस्ति प्रत्ययरू भागे, तदा धातु सार्वधातु इति तस्य नामकरणं भवति। कथं वयं निर्णयं कर्तुं शक्नुमः षित् अस्ति? यदा शकारः इत् भवति, शकारस्य इत् भवति, तदेव षित् अस्ति, तदा षित् भवति। ओके, धन्यवादः, बहु सम्यक्तया उक्तवती। धन्यवादः। चन्द्रमती, गुणकार्यं कर्तव्यं वा वृद्धिकार्यं कर्तव्यं, तेन सूत्रेण वयं तत् कर्तुं शक्नुमः? इको गुणवृद्धि, इको गुणवृद्धि, अर्थं किं? गुणवृद्धि ओके, गुणकार्यं वा वृद्धिकार्यम्? इको गुणवृद्धि निकन्द अङ्गस्य गुणः वा वृद्धिः वा भवति? इक् अङ्गस्य नाम इक् इक् प्रत्याहार प्रत्याहारे तेषां अङ्ग इकः अङ्गस्य एव उक्तमत्र, न भिन्नमस्ति। इको गुणवृद्धि इत्यनेन इक् स्थाने अस्ति चेत् तत्र गुणकार्यं वृद्धिकार्यं, पश्यतु अत्र। हा, इको गुणवृद्धि, इकः स्थाने गुणः वा वृद्धिः वा भवति, अङ्गविषये तु अनन्तरम् आगच्छति। ओके, तत्र एव अस्माकं किं समस्या आसीत्, गीता इदानीं येन विधि तदन्तस्य गतसप्ताहस्य समस्या सूत्रम् अस्तु भगिनि। इगन्तस्य इगन्तस्य विधिः यत् सन्दर्भे भवति, अङ्गस्य षष्टिकरणं प्रथमं स्पष्टीकरणं कर्तव्यम्। विशेषणस्य गुणकार्यमपि भवति, विशेषणस्य अपि गुणकार्यं भवति। येन विधि तस्य, ओके, अत्र स्पष्टीकरणं कृतमस्ति, स्पष्टमस्ति वा न किञ्चित् चिन्तनीयम्। ओके, कन्नम्मा भवती किं वदति अस्मिन् विषये? येन विधिस्तदन्तस्य विशेषणस्य गुणकार्यं भवति, हा, यत्र यत्र इख अस्ति तत्र गुणकार्यं भवति, किन्तु तद् अन्ते अस्ति चेत् तत्र एतत् विधिसूत्रम् अस्ति, विधिः अस्ति, तत्र किञ्चित् अन्य अन्त अपि अग्रे अहं पश्यामि, तद् तदपि अस्ति चेत् तत्र तस्य अङ्गस्य गुण भवितुम् अर्हति. ओके, इदानीं किञ्चित् पश्यामः. केवलम् इक् इति अङ्गः नास्ति, किञ्चित् अहं पठितवती किञ्चित् तत्र, परन्तु सम्यक् अवगतं नास्ति. तद् इति एक अङ्ग अपि अस्ति, तत्कारणेन एकः अनन्तर तद् इति अस्ति चेत् तद् अन्त अस्ति अपि तस्य गुणकार्यं भवितुम् अर्हति इति अहं पठितवती, किन्तु सम्यक् न अवगतम्. ओके, इदानीम् अग्रे किञ्चित् पश्यतु. हा, यदा मम हस्ते कवि, ओ अहं किं लिखितवती, कवि इति प्रातिपदिकम् अस्ति. कवि इति प्रातिपदिकम् अस्ति. यदा अहम् एतस्य किं रूपसिद्धि अथवा विभक्ति टेबल् पश्यामि, कुत्र पश्यामि? कुत्र प्रथम विभक्ति? ओके ओके ओके ओके, किञ्चित् अस्पष्टम् अस्ति. प्रथमं रामशब्दं स्वीकुर्मः. राम, हा, राम प्रातिपदिकरूपम् अस्ति. रामस्य विभक्तिरूपाणि कानि? प्रथमा विभक्ति वदतु. तस्य फार्मुला न स्मृतवती. रामः न, रामः रामो रामः इति, रामः रामो रामः, रामं रामो रामः, रामेण राम इति ज्ञातं, तद् न ज्ञातवती. न न न न, चिन्ता मास्तु, तत्र केवलं प्रथमाविभक्तिविषये अहं पृच्छामि. रामशब्दस्य रामः रामौ रामः रामः राम रामौ रामः रामः रामौ रामः. ओके, एतादृशं वक्तुं शक्नोमि. विभक्ति प्रत्यय न न, प्रत्ययविषये अहं किमपि न चिन्तनं करोमि. रामः अस्ति. ओके, आसन्द इति प्रातिपदिकम् अस्ति, तस्य प्रथमः आसन्दः, आसन्दः आसन्दौ आसन्दाः, आसन्दः आसन्दौ आसन्दाः. ओके, अन्तः किं रामशब्द आसन्दशब्दस्य? अन्तः अकारः, अजन्तशब्द अकारः, पुल्लिङ्ग शब्दः. ओके, लिङ्गविषये इदानीं वयं चर्चा न कुर्मः. अजन्तशब्दः, अजन्तशब्दः अकारान्तशब्दः, शब्दः अकारान्तशब्दः उक्तमस्ति. किमर्थम् अकारान्त इति उक्तम् अस्ति? एतत् शब्दस्य अन्ते अ इति मकार अधिकम् अ अस्ति, रा मकार अधिक अकारान्तशब्दः अकारान्तशब्दः कवि शब्दः एतस्य अन्तः किम् इकारान्तशब्दः इकारान्तशब्दः गुरु शब्दस्य गुरु अन्त उकारान्तशब्द उकारान्तशब्द अकारान्तः अनन्तरं कवि इकारान्तः गुरु उकारान्तः यावत्पर्यन्तम् अवगतं सर्वे जनाः आं भगिनि अत्र वयं किं कुर्मः अकारान्तशब्दः ओके नाम यदस्ति अकारान्तशब्दः कवि यदस्ति इकारान्तशब्दः गुरु यदस्ति उकारान्तशब्दः अतः अकारान्तशब्दः यदस्ति तत्र वयं कार्यं कुत्र कुर्मः एकनिमिषं अहं किं कृतवती न जानामि इदानीं किञ्चित् किञ्चित् अवगमनात् एतत् एकं कम्प्यूटर् लाङ्ग्वेज् अस्ति हा ये कोऽपि प्रोग्रामिङ्ग् जानन्ति ते कदाचित् एतस्य अवगमनम् अधिकतया कर्तुं शक्नुवन्ति इति अहं चिन्तयामि अकारान्तशब्दः यदस्ति तत्र कार्यं सम्पूर्णशब्दस्य भवति वा केवलम् अन्तिम वर्णस्य भवति एतस्य निर्णयं कथं वयं कर्तुं शक्नुमः चिन्तनं तत्र अस्ति अकारान्तशब्दः तत्र कार्यं सम्पूर्णशब्दस्य उपरि वयं कार्यं कुर्मः वा केवलम् अन्तिमवर्णस्य उपरि कार्यं कुर्मः तदेव भवति इकारान्तविषये अपि इकारान्तशब्दः अस्ति कवि अतः सम्पूर्णशब्दस्य उपरि कार्यम् अथवा केवलम् इ शब्दोपरि कार्यम् तदेव अस्ति गुरु उकारे उकार वर्णस्य उपरि कार्यं भवति वा सम्पूर्णगुरुशब्दस्य उपरि कार्यं भवति इदानीं पुनः अत्र आगच्छामः येन विधि सदत्तस्य विधि विधि इट्स् अ रूल् रैट् रूल् न कार्यं कार्यं कार्यं यत्किमपि वयम् आदेशरूपेण वा आगमरूपेण वा यत्किमपि कार्यं कुर्मः सामान्यतया आदेश भवति विधि अतः विधि कार्यं भवति येन विधि तदन्तस्य इदानीं विधि अस्ति तत् सम्पूर्णशब्दे कर्तव्यं वा केवलम् अन्तिमवर्णस्य उपरि कर्तव्यं तद् दर्शयति एतत् परिभाषासूत्रम् सर्वे अवगतवन्तः इदानीं न एतत् सः अवगतं भगिनि पूर्णशब्दस्य अथ अन्तिमवर्णस्य वा विकरणं भवति आदेशः भवति कार्यं भवति इति ज्ञातव्यम् ओके इदानीं वयं कुत्र येन विधि तदन्तस्य सूत्रस्य उपयोगं वयं कुत्र कृतवन्तः इको गुणवृद्धितः इक् आगतम् ओके एकनिमिषं येन विधिस्तदन्तस्य विशेषणन्त विशेषणं तदन्तस्य अपि भवति स्था स्वस्यापि भवति. एतत्तु अहम् इदानीमेव स्पष्टीकरणं कृतवती. अतः इ यदस्ति कविशब्दे इ यदस्ति तत् अन्तिमवर्णः अपि अस्ति कविशब्दस्य नामकरणम् इकारान्तशब्द इति नामकरणमपि भवति. अतः स्वस्य अपि भवति तावत्पर्यन्तम् अन्तिम किं वद न श्रुतवती भगिनि स्वस्य अपि स्वस्य कवि कविशब्दः शब्दः अस्ति तस्य कविशब्दः अस्ति तस्य अन्तः इकारान्त इत्युक्ते शब्दस्य स्वस्य अन्तः इकारान्तः ओके इकारान्तः भागं किम् अस्ति अन्तिमवर्ण अस्ति इक वर्णः अस्ति इत्युक्ते इक् प्रत्याहारे आगच्छति अतः तस्य अन्तः अपि इ तस्य नाम अपि इकारान्ति शब्द अवगतम् अवगतम् इदानीं स्वस्य नाम स्वस्य नाम इकारान्तशब्द तस्य अन्तिमवर्णः इकारः इकारः अवगतं तदेव अवगतं रूपं ओके अत्र अनुवृत्तिसहितसूत्रं किम् आगच्छति येन विधिः तद् अन्तस्य स्वस्य रूपस्य ओके च यावत्पर्यन्तम् अवगतम् इदानीं कार्यं कथं भवति तत् पश्यामः अस्माकं हस्ते भू धातुः अस्ति ओके एकनिमिषम् अहं किञ्चित् ओके इदानीं पश्यामः भू धातु इदानीम् अत्र नामकरणं किम् अस्ति ऊकारान्तशब्द ऊकारान्त ओके इदानीम् एतस्य आधारेण वयं किं ज्ञातुं शक्नुमः भूशब्द यदस्ति तत् ऊकारान्तशब्दः अस्ति अनन्तरं किं विधि सदन्तस्य एतस्य आधारेण कार्यं कुत्र भविष्यति सम्पूर्ण ऊ उपरि न भविष्यति सम्पूर्ण भू उपरि न भविष्यति कार्यं किं कर्तव्यं स्वस्य अन्त ऊकारस्य किं भवति भू धातु स्वीकुर्मः तत्र भू यदस्ति एकनिमिषम् यदस्ति तस्य वयं परिवर्तनं कुर्मः भू एकनिमिषं अत्र भू यदस्ति तस्य किं भवति भो भवति न केन कारणेन केन कारणेन ओ भवति गुणकारणेन गुणकारणेन किमर्थं गुणं वयं कुर्मः गुणकार्यं कुर्मः इकः इगन्त शप् प्रत्यय अस्ति चेत् तस्य गुणकार्यं भवति धातु आ अस्ति शप् विकर्णप्रत्ययः शप् अस्ति तत् कारणेन धातु उ इति तस्य गुणकार्यं भवति ओके केन सूत्रेण अथवा किमपि आधारः भवितव्यं न, वयम् एवमेव निर्णयं न कर्तुं शक्नुमः. ओके, इदानीं स्टेप्स् वदतु. पश्यतु, शप् लषक् लषक्वतद्विते सूत्रेण भवति आगतवन्तः. षित् अस्ति इति वयं ज्ञातवन्तः. षित् षिप् अस्ति. तिङ्क्षित् सार्वधातुकम् एतस्य सूत्रस्य आधारेण तिङ्क्षित् सार्वधातुसूत्र तस्य तेन सार्वधातुप्रत्ययस्य भो भवति. गुणः इकः तस्य सूत्रेण इकः गुण भवति. किञ्चित् पूर्व पूर्व भू प्लस् शप् प्लस् टि अस्ति तस्य लसक् तत्तिते सूत्रे पकारस्य शकारस्य सोरि शकारस्य लोपः भवति. हलन्त्यम् इति सूत्रेण पकारस्य लोपः भवति. तस्य लोपः इति सूत्रेण इत् संख्या भवति. लसक् दद्दिते कारणेन शकारस्य इत् संज्ञा भवति. हलन्त्यम् इत् कारणेन पकारस्य इत् संज्ञा भवति. तस्य लोप इति कारणेन द्वयो लोपः भवति. अवशिष्टं भू अधिकम् आ अधिकं ति अस्ति. तत्र तिंशित् अहं सर्वं लिखामि अत्र. इदानीं भवती किं किम् उक्तवती? प्रथमं किम् अस्ति? लषक्व तद्धिते लषक्व तद्धिते एतस्य सूत्र आधारेण शकारस्य लोपः इक् इत् संज्ञा इत् संज्ञा तद्धिते कस्य इत् संज्ञा? शकारस्य शकारस्य इत् संज्ञा शकारस्य इत् संज्ञा. ओहो, अहं सम्यक्तया न लिखितवती. How do I write this? No, that is somewhat nasty. Can you just question to? Okay. So, Lashakva Taddite Ityanene Shakarasya Itsamya. Idanim Kim Avashishyate Atra? Haan? Boo? Boo? न्दं पश्यामः. भू अधिक भू अधिकम् अप् न अप् अप् अधिकं टि टि. ओके, इदानीं किं स्तरे वयं हलन्त्यं हलन्त्यम् इति पकारस्य संज्ञा पकारस्य इत्संज्ञा. ओके, यावत्पर्यन्तम् आगतम्, इदानीम् अस्माकं हस्ते किम् अस्ति? भू भू प्लस् आ अधिकम् आ अधिकं टि अधिकं टि. अस्मिन् स्तरे इदानीम् आगच्छति काम्प्लिकेशन्स्. इदानीं किं किं वयं कर् किं किं कार्याणि वयं कुर्मः अस्मिन् स्तरे तत्र शप् शकारस्य संज्ञा भवति चेत् तस्य तिङ्क्षित् सार्वधातुकमिति नामकरणं भवति षित् प्रत्यय भवति षित् अस्ति तस्य सार्वधातुकमिति एतदहं सम्पूर्णतया लिखामि कारणेन वयं किं सूत्रम् उपयोगं कर्तुं शक्नुमः तिङ्क्षित् सार्वधातुकं तिङ्क्षित् सार्वधातुकम् इति सूत्रेण किं भवति सार्वधातुकं संज्ञा सार्वधातुकसंज्ञा संज्ञा भवति ओके एतत् अनन्तरं तत्र सार्वधातुक इति संज्ञा भवति तत्कारणेन सार्वधातुक आर्धातुकयोः इति सूत्रेण तस्य इक् संख्या इक् इगन्तस्य भू इगन्तस्य इक् तत्र गुण भवति ओके इदानीं पश्यामि इदानीं सार्वधातुकार्धधातुकयोः योः तस्य कारणेन तस्य प्रेसेन्स् अस्ति चेत् इदन्तस्य इकः गुणः भवति ओके तावत्पर्यन्तं पश्यामः सार्वधातुकार् धातुकयोः अतः अहं केवलम् एतत् लिखामि अरे वाट् एम् ऐ रैटिङ्ग् सार्वधातुकार्ध धातुकयोः अवकाशः आगच्छति कारणेन किम् इक अङ्गस्य इकः इक अङ्गस्य गुणः इकः गुणः भवति गुणः भवति इदानीं प्रश्नः उदेति किं प्रश्नः उदेति अत्र पश्यन्तु वयं किं निर्णयं कृतवन्तः भू उकारान्त अस्ति अतः वयं गुणकार्यं कुर्मः चेत् सम्पूर्णभू उपरि कुर्मः वा केवलम् उ उपरि गुणकार्यं कुर्मः एतस्य निर्णयार्थं सूत्रम् अस्ति येन विधि तदन्तस्य अवगतम् इदानीं सर्वे इदानीं स्पष्टमस्ति जनानां कृते इदानीं भू यदस्ति तस्य गुणकार्यं कुर्मः इत्युक्ते ओ भू यदस्ति तस्य ओ कुर्मः अथवा केवलं भ तु वयं परिवर्तनं न कुर्मः, केवलम् उपरि कार्यं कृत्वा तस्य ओ कुर्मः. प्रश्नः ओके अस्तु. हा सर्वे अवगतवन्तः इदानीं? अस्तु महोदय, अवगतम्. भवती तु अवगतवती. ओके, अन्ये जनाः एतदेव प्रश्नः आसीत् गत अवसरे. प्रश्नः अस्ति अस्मिन् स्तरे इदानीं? न महोदये. का वदति? प्रश्नः नास्ति इति उक्तवती. ओके ओके कनमा. अहं भगिनि अवगतं भगिनि. सम्पूर्णभू एतस्य ओ करिष्यामः वा केवलं भू यदि तस्य ऊ स्थाने ओ स्थापयामः. ओके अस्तु. सूत्रस्य आधारेण वयं केवलम् ओकारस्य क्षम्यताम् उकारस्य स्थाने ओकारः स्थापयामः. एकं तु अस्ति इक् वर्णः, तस्य आधारेण इको गुणवृद्धि. एतस्य सूत्रस्य आधारेण इक् वर्णस्य एव कार्यं भविष्यति इति वयं ज्ञातवन्तः. कारणेन इक् अङ्गस्य गुणः भवति. कारणेन अत्र स्थापयामः इको गुणवृद्धि. इको गुणवृद्धि गुण वृद्धि. एतस्य सूत्रस्य आधारेण वयं जानीमः किं जानीमः? इक् स्थाने स्थाने ओ इक् स्थाने गुणः भवति. गुण अथवा वृद्धि स्थाने गुणः अथवा अथवा वृद्धि गुणः अथवा वृद्धिः भवति. अस्मिन् अवसरे किं कार्यं भविष्यति? अत्र उकार ओकार भवति, ए भवति, इक् स्थानी भवति यत्र स्थानी न उक्तम्. स्थानि तु न उक्तं. स्थानि कथं वयं जानीमः? सार्वधातुकार्धधातुकयोः अत्र स्थानि न उक्तं. कार्यमुक्त किम् इगन्तधातु अस्ति इति वयं जानीमः. इको गुणवृद्धि इति सूत्रस्य आधारेण वयं जानीमः इक् प्रत्याहारवर्ग अस्ति चेत् तत्र गुणकार्यं वा कार्यं कर्तव्यम् इति कर्तव्यम्. इदानीं येन विधिस्तदन्तस्य एतस्य समाधानम् अभवत्. अतः वयं जानीमः भूकार्यस्य एव परिवर्तनं भवति, सम्पूर्णभू एतस्य परिवर्तनं न भवति. अवगतम्? अवगतम् अवगतम्. अतः इदानीम् ओहो अत्र न लेखनीयम्. ओके अग्रे गच्छामः. अत्र भ अनन्तरम् ऊकारस्य ओ भवति, अनन्तरम् अस्माकं हस्ते आ तु अस्ति एव, अनन्तरम् ओके अस्तु पर्यन्तम् अवगतम् अस्तु ओके एतत्तु किं सार्वधातुकारणेन अङ्गस्य गुणः भवति एतत् सर्वम् अहम् अत्र स्थापयामि अतः ओ क्षम्यताम् अहमपि अपि प्रथमवारम् एतत् सर्वं करोमि एवम् अतः किञ्चित् अधिकं समयं भवति ओके यावत्पर्यन्तम् अवगतम् अग्रे तु बहु सरलमस्ति अग्रे बहु सरलमस्ति न इदानीं किम् अस्ति ओ अ कणमा भवती वदति वा अन्यान् अहं पृच्छामि हा भवती भवत्याः आप्षन् मम आप्षन् भवती कर्तुम् इच्छति चेत् करोतु अन्यथा अहम् अग्रिम नाम आह्वयामि तदनन्तरम् एचोयवायवः ओ अधिकम् आ अस्ति औ एचोयव न तत्र अवग्रहचिह्नम् अस्ति न तत् कथं करणीयं हा एचो वायावः यवायावः इति सूत्रेण अत्र किं भवति ओ अधिकम् औ भवति न एकनिमिषम् अत्र तु अहं न न न न अत्र ओ न भवति गुण ओ सारि ओ भवति ओ भवति अनन्तरं औ भवति औ एकनिमिषं हा अहं किमपि अशुद्धं कृतवती हा ओ न अत्र हा अग्रे भ अस्ति तदेव तिष्ठति ओ स्थाने किम् आगच्छति औ औ औ अधिकम् अ अनन्तरम् अ विक्रणप्रत्यय तिङ् प्रत्यय ति एचो यवायाव सूत्रस्य आधारे सूत्रस्य अस्ति तदनन्तरं स्वरः अस्ति चेत् ओकारस्य अव् इति परिवर्तनं अनन्तरं तस्य रूप भवति भवति इति कथं सम्पूर्णं ओके रूपम् इति रूपम् रूपं सिद्धम् अवगतम् अवगतं भगिनि अवगतं स्पष्टं सर्वे जना जनानां कृते यावत्पर्यन्तं स्पष्टम् ओके इदानीं परिभाषाविषये एव आसीत् न अस्माकं चर्चा येन विधिस्तदन्तस्य एतस्य समाधानम् इति अहं चिन्तयामि अभवत् मुत्तुलक्ष्मी अग्रे किं पठनीयं वदतु एतत् वा षष्ठमबिन्दु परिभाषासूत्राणि परिभाषासूत्राणि समाप्तानि वा इतोपि अवशिष्टमस्ति किमपि समाप्तम् अलोन्तस्य तत्र समस्या नास्ति न नास्ति नास्ति ओके इदानीम् अग्रे पश्यामः भो अति षष्ठः बिन्दुः पठतु भो योगः अयोगः सन्धिप्रकरणे एकं सूत्रमस्ति येचो यवायवः यान्तवान्तसन्धिः इति लोके उच्यते। अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आदेशः भवति। भो योगः आयोगः ति येचो वाय येचो वायवायवः इत्यनेन ओ स्थाने अव् भकारः योगः अव् योगः आयोगः ति पूर्णसूत्रार्थः अत्र उक्तः। येचो वायवायवः येचः इत्युक्ते ये ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् आव् इत्यादेशाः भवन्ति अचि परे क्रमेण इत्युक्तं यथा सङ्ख्यमनुदेशः समानं इति परिभाषासूत्रस्य साहाय्येन ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अवयवायवः अयवायावः येचः षष्ठ्यन्तम् अयवायावः प्रथमान्तं द्विपदमितं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं येचः अयवायवः अचि संहितायाम् अयवायावः अचि संहितायाम् एतत् अस्ति सम्पूर्णसूत्रम्। इदानीं प्रश्नः उदेति परिभाषासूत्रविषये, यथा सङ्ख्यम् अनुदेशः समानम्, किम् अवगतवती तत्र? यचयवायावः सूत्रस्य आधारेण वयं जानीमः ओकारस्य स्थाने अव् आगच्छति, औकारस्य स्थाने आव् आगच्छति, एतत् सर्वं वयं जानीमः। इदानीं कथं वयं तस्य निर्णयं कृतवन्तः एतस्य सूत्रस्य आधारेण, किम् अवगतवती? संहितायाम् आगच्छति चेत् एव तस्य परिवर्तनं भवति सूत्रस्य अनुसारेण। ओके, बहु स्पष्टं नास्ति लक्ष्मी। अस्तु, यथा सङ्ख्यमुद्देश्य समान एतस्य सूत्रस्य एको यवायावः एतस्य सूत्रस्य आधारेण अपि वयं कर्तुं शक्नुमः। अस्तु, एचः इत्युक्ते एच् प्रत्याहारः, एच् ए ओ ऐ औ इत्येषां स्थानम्। एकनिमिषं, भवती यद् वदति तद् अहं लिखामि। अस्तु, ओके, एच् ओ यवायावः एतस्य वयं स्पष्टीकरणं कुर्मः न, एच् ओ यवायावः, ओके, इतः अहं कपि करोमि, सरलमस्ति मम कृते। ओके, एच् ओ यवायावः अत्र किं किम् अस्ति? एच् इत्युक्ते ए ओ ऐ औ, एच् प्रत्याहारः, एच् इत्युक्ते ए ओ ऐ औ। ओके, इदानीम् अनन्तरम् अयवायावः, अयवायाव, ओके, तत्र वयं बहुवचनरूपं किमपि न कुर्मः। अत्र एतस्य विभजनं करोतु, ऐ ऐ ऐ आव् आव् आय् आय आय् अव न आव् अस्ति वा ऐ अनन्तरम् अय अय इति प्रथमं तदनन्तरम् आव् आव अस्ति ओके विभजनं कुर्मः वर्णविभजनं कुर्मः अकार अनन्तरं यकार अनन्तरं बकार बकार आकार न न अयव याव एतस्य शब्दस्य वर्णविभजनं करोतु अवगतम् अहं किं वदामि वर्णविच्छेदं अकारः यकारः अकारः करः वकारः आकारः आकारः यकारः आकारः वकारः वकारः इदानीं द्वयं द्वयं वयं स्वीकुर्मः चेत् किम् आगच्छति अत्र विभजनम् ऐ अय अनन्तरम् अव आय आव अरे अहं किं कृतवती अवगतम् इदानीं कथम् आगतम् ऐ इदानीम् अहं योजयामि ऐ औ ऐ औ यावत्पर्यन्तम् अवगतम् अनन्तरं किम् उक्तमस्ति यथा सङ्ख्यम् अनुदेशः समानम् ओके परिभाषासूत्रमस्ति कारणम् अत्र किमस्ति कुत्रापि वयम् ऐ स्थापयितुं शक्नुमः ओके एकारस्य स्थाने आव् आव् आय् ऐ सर्वमस्ति न चाय्स् अस्माकं हस्ते परन्तु परिभाषासूत्रं किं वदति यथा सङ्ख्यम् अनुदेशः समानाम् अत्र पश्यतु कति वर्णाः सन्ति चत्वारः वर्णाः सन्ति अत्र कति आप्शन्स् सन्ति चत्वारः एव चत्वारः क्रमेण ओके अतः एकारस्य स्थाने केवलम् ऐ वयं स्थापयितुं शक्नुमः ओकारस्य स्थाने केवलम् औ स्थापयितुं शक्नुमः ऐकारस्य स्थाने आय् एव स्थापयितुं शक्नुमः औकारस्य स्थाने अव् एव स्थापयितुं शक्नुमः किमर्थम् अत्र यथा सङ्ख्यम् अनुदेशः सङ्ख्यानुगुणम् आर्डर् क्रमेण ओके वयं तु एतत् इको एनर्जि विषये अपि पश्य दृष्टवन्तः स्मरति वा वदतु तस्य आधारेण वदतु इको इको एनर्जि इत्युक्ते वर्णस्य स्थाने स्वरे परे संहितायां यन् वर्णादेशः परन्तु कथम् इकारस्य स्थाने एव यकारः आगच्छति उकारः किं वकारः न स्थापयामः कथम् एतस्य निर्णयं भवति यण् इक् किम् अस्ति इक् इत्युक्ते इक् प्रत्याहारः इ उ ऋ लि इको यण् ओ मध्ये बहु य न चि इको यणचि ओके अत्र इक् वर्णाः के ऋ ओके अनन्तरं यण् वर्णाः य व र ल य व र र ल अत्रापि समानं समानम् अस्ति आम् आं चत्वारः वर्णाः एव ओके अतः क्रमेण इ ऊर् ल स्थाने य व र ल आदेशाः भवन्ति ओके तत्रापि क्रमेण यथासङ्ख्यम् अनुदेश समानां समानं समानम् अस्ति चेत् तत्र समस्या नास्ति परन्तु असमानः अस्ति चेत् तत्र समस्या भविष्यति जष्टसन्धिविषये तु अस्ति समस्या ओके तत्र समानं नास्ति झष् प्रत्याहारे पञ्चवर्णाः सन्ति परन्तु झष् प्रत्याहारे तु अधिकानि सन्ति ओके अवगतम् आम् अवगतम् ओके अतः एच् ओ यवायावः अपि समाप्तम् अवगतं स्पष्टम् इति अहं चिन्तयामि प्रश्नाः सन्ति नास्ति चेत् अग्रे गच्छामः ओके अग्रिमबिन्दु पठतु सप्तमबिन्दु पूर्णिमा नास्ति पूर्णिमा आं महोदय अन्म्यूट् विलम्बं भवति ओके पठतु पठामि पठामि महोदय सप्तमबिन्दु अस्तु सप्तमबिन्दु कुत्र गतम् पश्यतु न दर्शयामि आं महोदय मोबैल् मध्ये पठामि महोदय स्क्रीन् मध्ये अस्ति एव पठामि भवादिगणे यत्र यत्र इगन्तधातुः तत्र तत्र एतादृशं क्रमः बिन्दुः अस्ति सप्तमबिन्दुविषये वदामि अस्तु भू अधिक आ अधिक आ अधिकति भू अधिक आव् अधिक आ अधिकति वर्णानामेलने भवति इति अस्ति आहत्य प्रक्रिया एतादृशी भू अधिक शप् अधिकति लशकोत्तदिते अनन्त्यम् एतस्य लोपः इति सूत्रैः शकारपकारयो लोपः भू अधिक आ अधिकति किञ्चित् सार्वधात्मकम् किञ्चित् सार्वधात्मकम् इत्यनेन शप्रत्ययस्य सार्वधात्मकसंज्ञा सार्वधातुक आर्धधातुकयोः इत्यनेन सार्वधातुकप्रत्यये परे इगन्तस्य एकः गुणः एचोयवायवः इति सूत्रेण ओ स्थाने आ भ अधिक आ अधिक आ अधिकति वर्णमेलने भवति अभवत् खलु भगिनि अभवत् इत्युक्ते वयं बिन्दुः न पठितवन्तः परन्तु स्पष्टीकरणं कृतवन्तः पश्यतु न अत्र वयं किं कृतवन्तः तदेव कृतवन्तः न तदर्थम् वा कुत्रापि अशुद्धमस्ति पठतु अत्र भू अधिक शप् अधिकति लशकोत् अधिते शकारस्य भू अधिक अप् अप् अधिक हलन्तस्य प्रकारस्य इत्संज्ञा पकारस्य लोप शीत ब अधिक आ अधिकति शीतकारणेन किञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति ब अधिक ओ अधिक आ अधिकति सार्वधातुक अर्धधातुकयोः कारणेन इकङ्गस्य इकाङ्गस्य गुणः भवति इको गुणवृद्धि इक्स्थाने गुणः वृद्धिः भवति भ अधिक अव अधिक अ अधिकति एतोयवायवः भवति इति रूपं सिद्धम् आगतं वा किमपि अहं न कृतवती हा सम्यक् अस्ति भगिनि सम्यक् अस्ति न ओके रूपल् भवती वक्तुं शक्नोति हा अशुद्धं कुत्र अशुद्धम् अस्ति भगिनि शुद्धम् अथवा मिस्टेक् कुत्र अस्ति रूपल् भवती ज्ञातवती एकवारं वदतु अत्र अहं किं किं लिखितवती न भू अधिक सम्यक् एव अस्ति महोदय ओके सर्वमङ्गला कुत्र मिस्टेक् अभवत् मम कार्ये कुत्र मिस्टेक् अभवत् चलो परिशीलनं करोतु I have written boo plus up. I can't appa he have written or up he have written I don't know boo second up line sakara gatam na lashaka kadite tasya sutra sadarena sakara sitsanya abhavat atah sha gatam avashishta rupam up asti ha tadanantaram halantyam ityanena pakarah gatam अतः अवशिष्टरूपम् अ अस्ति अनन्तरं नामकरणं गच्छति षित् कारणं षकारः गतं तदनन्तरं तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति एव्रिथिङ्ग् इस् करेक्ट् महोदय एकमेकम् अग्रे गच्छामि हा ओके सर्वमङ्गला न दृष्टवती सुब्रह्मण्यं समान् आगच्छतु हा सर्वं शुद्धम् इति न वक्तव्यम् अहं जानामि तत्र कुत्रापि तु किमपि भगिनी तत् समये एव अहं चिन्तितवती तस्य लोपः इति सूत्रं भवती न लिखितवती अहं वक्तुम् इच्छति परन्तु चिन्तयति भवती ज्ञातवती ज्ञात्वा ज्ञात्वा त्यक्तवती इति चिन्त्य अहं न उक्तवती तत्समये एव मम मनसि आगत तस्य लोपः इति सूत्रं न लिखितवती तस्य लोपः तस्य लोपः इति सूत्रेण सकारस्य पकारस्य लोपः भवति पकारयोः लोपः भवति अहं सर्वं शार्ट्कट् करोमि प लोपः ओके शकारपकारयोः लोपः ओके एतत् बहु बहु आवश्यकमस्ति हा कन्नम्मा तत् तस्मिन् समये एव वक्तव्यमस्ति अहं चिन्तितवती परन्तु भवती ज्ञातवती इति अहं न उक्तवती भवती प्रथममेव उक्तवती तस्य लोपः सूत्रं बहु इम्पोर्टेण्ट् अस्ति इति कारणं लोपकार्यं न कुर्मः चेत् अग्रे गन्तुं न शक्नुमः. प्रथमम् इत्संज्ञा कर्के सेलेक्षन् कर्के अनन्तरं लोपः इति सूत्रम् आवश्यम् इति प्रथमवारे सूचितवती. तदपि क्षम्यतां भगिनि, क्षम्यताम्. अहं क्षम्यतां वदामि, कारणम् अहं विस्मृतवती. अहं ज्ञात्वा अपि न उक्तवती, तद् सम्यक् नास्ति. सुब्रह्मण्यम् इदानीं वेरिफै करोतु वादिगणे यत्र यत्र इगन्तधातु अष्टमबिन्दु पठतु. क्षम्यतां भगिनि, सुब्रह्मण्यमहोदय किमपि वक्तुम् इच्छति, तस्य ध्वनिः न श्रूयते. ओ भवती श्रोतुं शक्नोति चेत् वक्तुं शक्नोति, सः किं वक्तुम् इच्छति तत् तस्मिन् विषये. आम् अत्र भूत्वा तत्रापि सम्भाषणं कर्तुं शक्यते वा तेन सह? जानामि, प्रयत्नं करोतु. महोदय ध्वनिः न आगच्छति. चाट् द्वारा प्रेषितवान् महोदय, किमपि श्रूयते वा इति. ओके, लेट् मै लेट् उमा भगिनी नो देट् मै वाय्स् इस् नाट् हर्ड्. ओके ओके, नाट् हर्ड् न. सुब्रह्मण्यं महोदय, भवतः ध्वनिः न श्रोतुं शक्नुमः. ओके, गीता भवती इण्टर्प्रिटेशन् कर्तुम् इच्छति, कर्तुं शक्नोति द्वयोः मेलनेन? अहं तद्विषयं न जानामि भगिनि. श्रूयते वा? श्रूयते श्रूयते. धन्यवादः धन्यवादः. अष्टमबिन्दु खलु, अष्टमबिन्दु पुनः पुनः. वादिगणे यत्र यत्र तिगन्तधातुः तत्र तत्र एकादशः क्रमः उच्यते. भवादिगणे यत्र यत्र धातोः अन्तिमवर्णः इक् वर्णः अस्ति तत्र एतादृशक्रमः एव करणीयम् इति उच्यते अत्र. यथा जि इति धातुः, जये इति धातुः, अत्र जि अधिकं शप् अधिकं ति, आदौ इत्संज्ञप्रकरणं लषक्म तद्धिते इत्यनेन शकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन अकार इत्संज्ञा, द्वयोः अस्य लोपः इत्यनेन लोपः भवति, अवशिष्यरूपम् अकार एव तिष्ठति. अतः अत्र शप्रत्यय षित् इति कारणेन तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुक आर्धधातुकयोः सूत्रस्य प्रभावः अत्र भवति एव. अतः इकारस्य स्थाने एकारः आदेशः भवति, जकार इक एकारस्य योजनेन जे अधिकम् आ अधिकं ति, अत्र सन्धिकार्य एचोयमायावः इत्यनेन एकारस्य स्थाने ऐ आदेशः भवति, अतः जकार अधिकम् अय अधिकम् आ अधिकं ति वर्णमेलने जयति इति तिङन्तपदं निष्पन्नम् इति. अतः यः क्रमः वयम् अत्र दृष्टवन्तः तदेव तत्र रिपीट् अभवत् न उपसिद्धि. इदानीं गृहकार्यं गृहकार्यरूपेण अत्र केचन धातवः दत्तमस्ति, सृ गतौ क्षि क्षये त्रि हरणे, त्रयोः रूपसिद्धि एवमेव कर्तुं प्रयत्नं कुर्वन्तु. अहं दर्शितवती अथवा तत्र यत् लिखितम् अस्ति एतत् शार्ट् फार्म् अस्ति, हा अत्र लिखितं शार्ट् फार्म् अस्ति, अहं तु सम्पूर्णतया दर्शितवती. ओके, हा प्रयत्नं कुर्वन्तु. कष्टम् अस्ति वा? किमपि प्रश्नः अस्ति? अन्यत् अग्रे गच्छामः. ओके, इदानीं एतस्य करपत्रस्य विषये किमपि अन्य प्रश्नः अस्ति वा? वयं समापितवन्तः एट् लास्ट्. किं समापितवन्तः गुणसहितदृष्टिः करपत्रम् इदानीम् उपदाविषये अग्रिमकरपत्रम् अस्ति उपदाविषयम् आरम्भं कुर्मः अद्य एव आम् आरम्भं कुर्मः आरम्भं कुर्मः ओके भगिनि तत्र येन विधितदन्तस्य सूत्रं परिभाषासूत्र यथासङ्ख्या मन्देश सर्वे न आगतः खलु किमस्ति सर्वे जी जयति यदा वयं जयति जयति करोति तदा वि डिण्ट् यूस् विधि येन विधि तदन्तस्य सूत्र देन् वि डिण्ट् मेन्शन् परिभाषासूत्र यथासङ्ख्या अनुदेशः इति एव किमर्थं न कृतवन्तः ओके प्रश्नमुदेति किमर्थम् उपयोगं न कृतवन्तः एतत् यथा ओ भवति तथा मेन्शन् विधि तदन्तस्य सूत्रेण अन्त्य स्थिता ये ओ भवति इति ओके ओके भवत्याः प्रश्नाः समाप्ताः महोदय ओके इदानीं भवती कम्प्यूटर् प्रोग्रामिङ्ग् जानाति वा कम्प्यूटर् प्रोग्रामिङ्ग् जानाति किमपि न जानामि महोदय प्रश्नः उदेति केन कारणेन वयं केवलम् अन्तिमवर्णस्य परिवर्तनं कुर्मः सम्पूर्णशब्दस्य परिवर्तनं न कुर्मः तत्तु अस्माकं ज्ञानार्थम् अथवा मार्गदर्शनार्थम् अत्र सूत्रं दत्तम् अस्ति येन विधि तदस्य ओके अन्यथा वयं किं कर्तुं शक्नुमः सम्पूर्णभूधातोः स्थाने ओकारस्य स्थापनं कर्तुं शक्नुमः परन्तु तत् न कर्तव्यं केवलं यत्र विधिकार्यं विधिकार्यस्य अवकाशः अस्ति तत्र एव कार्यं कर्तव्यम् एतस्य परिभाषासूत्रस्य आधारेण वयं ज्ञातुं शक्नुमः ओके जयति दातु न तस्य किम् आवश्यकता नास्ति महोदय आधारः अस्ति कार्यं कुत्र भवितव्यम् इति अन्यथा वयं उत्तरद्वयं दातुं शक्नुमः न भूस्थाने ओ स्थापयित्वा अग्रे गच्छामः ओके न तत्रापि टु लेटर्स् एव अस्ति भूस्थाने तु टु लेटर्स् एव अस्ति पश्यतु न अकार अकार अस्ति न एव अस्ति खलु द्वौ एव अस्ति तृतीय अस्ति चेत् तदा भ्रमः भवति खलु येन विधि तदन्तस्य एतस्य सूत्र परिभाषासूत्रमस्ति अस्माकं साहाय्यार्थं तत्र स्थापितमस्ति मार्गदर्शनं ददाति ओके कथं कार्यं करणीयं परन्तु कार्यं कथं कृत्य करणीयं तस्य अवगमनं ददाति परिभाषासूत्रम् ओके तदपि परिभाषासूत्रं येन विधि तदन्तस्य अपि परिभाषासूत्र एव परिभाषासूत्रं मार्गदर्शनं ददाति ओके तत्तु कार्यं न करोति केवलं कथं कार्यं कुत्र करणीयं तस्य मार्गदर्शनं ददाति ओके यदा भ्रमः अस्ति अत्र भ्रमः किम् अस्ति भू यदस्ति अथवा अग्रिमधातु किं स्वीकृतमस्ति सुब्रह्मण्यं महोदय पठितवान् न अत्र अस्ति खलु तत्रापि भ्रमः न भवति धातु अस्ति क्षी धातु अस्ति त्रि धातु अस्ति क्षयेः अस्ति चेत् कुत्र कार्यं कर्तव्यम् एतस्य मार्गदर्शनं येन विधि तदन्तस्य इति सूत्रेण वयं प्राप्नुमः अतः अत्र कि स्थाने कार्यं कर्तव्यं तृ धातु यदस्ति तत्र उ स्थाने कार्यं कर्तव्यं क्षि यदस्ति तत्र अपि इकारस्य स्थाने कार्यं ऋ यदस्ति तत्र ऋकारस्य स्थाने कार्यम् एव we need not mention it right abhi baba margadarshanam dadati ye brahmah yatra yatra asti tatra tatra margadarshanartham kapitam asti ye tasya adharena vayam gnyatum shaknumah tatra kim karyam kartavyam ye ha paribhasha sutram sthapayamah प्रक्रियायां वयं परिभाषासूत्रं न स्थापयामः परिभाषासूत्रम् अस्माकं ज्ञानार्थम् अस्ति स्थापयितुं न तदेव मम प्रश्नः महोदय अत्र येन विधि तदन्तस्य तत् परिभाषासूत्रम् अलोन्तस्य इति सूत्रस्य सहितम् एव उपयोगं कर्तुं शक्यते अत्र अहं विस्मृतवती क्षम्यतां तद्विना कर्तुं न शक्यते किमर्थम् इत्युक्ते विशेषणम् इत्युक्ते इकस्यापि आदेशः भवति इ वर्णस्यापि आदेशः भवति अतः द्वयोः प्रयोगः करणीयम् ओके अवगतम् अनसूया अन्तिम अल् वर्णः अस्ति तस्य स्थाने कार्यं भवति सर्वे जनाः समस्या अस्ति वा ओके अग्रे गच्छामि आम् महोदय उपधा विषये इदानीं पश्यामः ओके कस्याः पर्यायः अस्ति इदानीम् उषा उषा पठतु उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः भवादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टं भवादिगणे धातोः अन्ते इक् वर्णः इ इ उ उ रु अस्ति चेत् तस्य वर्णस्य गुणः भवति यथा भू भो जि जे सु सर् भुवादिगणे धातोः उपधायां लघु इक् वर्णः इ उ रु अस्ति चेत् तस्य वर्णस्य गुणः भवति उपधा नाम अस्ति सारि उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः यथा बुद्ध बोध् कृष् कर्ष अत्र बुद्ध धातौ उकारः उपधा संज्ञकः कृष् धातौ ऋकारः उपधा संज्ञकः गते पाठे प्रथमदशायाम् इगन्त अवस्थायां गुणः कथं भवति इति अस्माभिः दृष्टं यस्य धातोः अन्तिमवर्णः इ इ उ उ रु रु रु नाम इक् प्रत्याहारे कश्चन वर्णः सः धातुः इगन्तः धातुः सार्वधातुकः प्रत्यये परे इगन्तधातोः इकः गुणः सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण इदानीं द्वितीयदशायाम् इक् उपदा अवस्थायां गुणः कथं भवति इति पश्याम। अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति, पूर्णदृष्टिः अपि अस्ति। आदौ लघुकथाम् अवलोकयाम। लघुकथा अनन्तरं पठामः, यावत्पर्यन्तं किम् अवगतवती? उपदा अपि गुणकार्यं भवति। उपदायामपि गुणकार्यं भवति, परन्तु किं लिखितमस्ति? उपदा कथं भवनीय भवितव्यम्? भुवादिगणे उपदायां लघु इक् लघु मीन्स् ह्रस्व ह्रस्व इक् वर्णः अस्ति उपदावस्थायां भवति, तत्र अपि गुणकार्यं भवति। ओके, इब् प्लस् उ, दट् इस् हू इस् उपदा, गुणकार्यं भवति, अतः बोध् अवशिष्यते। इक् प्लस् ऋ इस् उपदा, अतः गुणकार्यं भवति चेत् कर्ष् इति अवशिष्यति। कर्ष् इति भवति। ऋकारस्य स्थाने किम् आगच्छति? अर् अर् आगच्छति, अतः कर्ष् इति भवति। ओके, सम्यक्। इदानीं लघुकथा का पठति? विजया, महोदय नमस्कारः। महोदय अहमेव खलु महोदय? अत्र लघुकथा अस्ति, अत्र बुद्ध योगः बोधति, अत्र उकारः ह्रस्वः बुद्ध धातोः उपदायाम् इक् प्रत्याहारस्य सदस्यः च। अस्याम् अवस्थायां बुध धातुः सन् न बुध धातुः भुवादिगणे सन् उकारस्य गुणः विकर्णप्रत्ययः एव कारणम्। किमर्थम् इति चेत् अत्र द्वितीयबिन्दुः अस्ति लघुकथा इत्यनेन द्वितीयबिन्दुः पुगन्धलघुपदस्य च इति धातुः इति सूत्रेण धातोः उपदायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे अस्ति चेत्। सार्वधातुकसंज्ञकप्रत्ययः धातोः अनन्तरम्। इदानीं किञ्चित् वक्तव्यं खलु महोदय? अग्रे पठामि वा? हा, द्वितीयबिन्दुः तृतीयबिन्दुः बुद्ध किं महोदय? लघुकथा सम्पूर्णं तृतीयबिन्दुपठनानन्तरमेव भवति। आम्, अस्तु महोदय। अत्र तृतीयबिन्दुः बुद्ध योगः शप् योगः ति, शप् षित् अस्ति, अतः सार्वधातुकम्, अतः पुगन्तलघुपदस्य च इत्यनेन उकारस्य गुणः भूत्वा बोधति इति भवति। इदानीं अत्र बुद्ध इति ह्रस्व उकारः अस्ति, बोधति इति भवति। किमर्थं भवति इति चेत् अत्र उकारः ह्रस्वः बुद्ध धातोः उपदायां स्थितः, इक् प्रत्याहारस्य सदस्य च एतत्। अनन्तरम् अस्याम् अवस्थायां बुध धातुः भ्वादिगणे अस्ति, विकर्णप्रत्ययम् अस्ति, अत्र उकारस्य गुणः भवति, उकारस्य गुणः भवति सार्वधातुक आर्धधातुको योः इत्यनेन सूत्रेण उकारस्य स्थाने ओकारः भूत्वा, न एतत् ह्रस्व इकारः, अतः तत्र उपधायां स्थितस्य पुगन्धलघुपदस्य च इत्यनेन एव उकारस्य ओकारः भवति. पुगन्धलघुपदस्य च इति सूत्रेण अत्र उपधायां लघु इक् अस्ति. एतत् एतत् सूत्रं दृष्ट्वा उकारस्य ह्रस्व उकारस्य स्थाने ओकारः भवति पुगन्धलघुपदस्य च इत्यनेन गुणः भवति. सार्वधातुके प्रत्यये परे अस्ति चेत् अनन्तरं उत्तरं दातुं शक्नोति पुगन्तलघुपदस्य च इति सूत्रस्य अवकाशः कदा वयं प्राप्नुमः? यदा लघु इक् अस्ति चेत्. केवलं लघु इक् अस्ति चेत्? हा, अन्यत्रापि लघु इक् भवितुं तु शक्यते. कण्डिशन्स् किं किम् अस्ति? प्रथमवाक्यं पठतु. अस्याम् अवस्थायां बुद्ध धातु किम्? इक् प्रत्याहारस्य सदस्य. अस्याम् अवस्थायां बुद्ध इति वादिगणीयधातुः अस्ति, अनन्तरम् उकारस्य गुणः भवति. किमर्थं, केन कारणेन? विकर्णप्रत्ययमेव अत्र कारणं भवति. किमर्थं विकर्णप्रत्यय? किमर्थं चेत् अत्र विकर्णप्रत्ययमस्ति कारणेन यदा भवती वदति विकर्णप्रत्ययाः भिन्नाः सन्ति. ओके, यदा अहं य स्थापयामि तदा गुणकार्यं कर्तुं शक्नोमि वा? किम् अत्र किं प्रश्नः इति? भवती वदति विकरणप्रत्ययस्य कारणेन एव गुणकार्यं भवति. नो, विकरणप्रत्ययः अस्ति, तत्र गुणकार्यं भवति वा? विकरणप्रत्ययं किम् अस्ति महोदय? इदानीं भवती किम् उक्तवती? भवती विकरणप्रत्ययविषये उक्तवती, अतः अहं प्रश्नं करोमि. पश्यतु, उ इति विकरणप्रत्ययः अस्ति. ओके, तत्र गुणकार्यं कर्तुं शक्नुमः वा? आम् उकारः अस्ति, अनन्तरं एतत् गुणकार्यं भूत्वा उकारस्य स्थाने ओकारः भवति, खलु महोदय? भवती न ज्ञातवती एव. ओके, अन्य कोऽपि वक्तुम् इच्छति चेत् वदति. जुगल् किशोर, भवान् स्पष्टीकरणं कर्तुं शक्नोति? विजयमहोदया साक्षात् उक्तवती सर्वे विकरणप्रत्ययाः किं तत्र सर्वत्र वयं गुणकार्यं कर्तुं शक्नुमः, सत्यं वा न? किशोर, अनुसूया आं भगिनि अत्र उपारः उपाधेः अस्ति उपधायाम् उकारः अस्ति तत्र पुगन्तलघुपदस्य तावत्पर्यन्तं न गन्तव्यं पुगन्तलघुपदस्य तत्पूर्वं कदा पुगन्तलघुपदस्य उपधायाम् इगन्तस्य ह्रस्वस्वराः गुणा भवति इति सूत्रेण बुधधातुस्य उकारः ओकारः भवति गुणः भवति अतः ओकारः भवति चन्द्रमती भवत्याः लघु इकवर्णस्य सार्वधातुक आर्धधातुक प्रत्यये परे सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य सूत्रेण गुणः भवति पुगन्तलघुपदस्य च एतस्य अवकाशः कदा प्राप्नुमः सार्वधातुकार्थधातुकः धातुके परे इति भवती उक्तवती तत् कदा आगच्छति किञ्चित् सार्वधातुकमस्ति चेत् इति वयं डिक्लेर् कुर्मः चेत् किञ्चित् सार्वधातुकं कदा वयं वक्तुं शक्नुमः सिद्धस्ति सिद्धस्ति चेत् इदानीं कथं वयं जानीमः पित् अस्ति पित् अस्ति पित् अस्ति चेत् सार्वधातुकं भवति ओय् मम ध्वनि आयति वा हा इदानीम् आयाति परन्तु बहु विलम्बेन आगतम् इदानीं चन्द्रमती वदति तदनन्तरं पश्यामः चन्द्रमती अस्तु सार्वधातुके परे भवती उक्तवती सत्यमस्ति परन्तु तदवस्था कथा कदा वयं प्राप्नुमः किञ्चित् सार्वधातुकम् अस्ति चेत् नामकरणम् अस्ति चेत् इति कारणेन सार्वधातुकसंज्ञै प्राप्नुमः परन्तु किञ्चित् सार्वधातुकम् एतस्य अवकाशः कदा मिलति संज्ञाप्रकरणे अत्र षित् अस्ति पित् अस्ति तद् चेत् विकरणप्रत्ययः तादृशविकरणप्रत्ययः सार्वधातुक चन्द्रमती पित् अस्ति चेत् सार्वधातुकं भवति वा अर्थधातु पित् अस्ति चेदपि सार्वधातुकमपि एव सार्वधातुकसंज्ञा भवति पित् अस्ति चेदपि षित् अस्ति चेत् कुत्र वयं पठितवन्तः केन सूत्र किं कस्य सूत्रस्य आधारेण पित् सार्वधातुकम् इति वयं पठितवन्तः वा यावत्पर्यन्तं कुत्र वयं पठितवन्तः पित् विषये पित् विषये आगतं वा किञ्चित् स्मरणं नास्ति गीता अस्तु महोदय शकारस्य संज्ञा पकारस्य संज्ञा भवति चेत् किञ्चित् सार्वधातुकम् अशुद्धं गीता भवती किं वदति वयं पठितवन्तः वा यावत्पर्यन्तं न भगिनी पकारस्य विषये न पठितवन्तः शकारः अन्यकक्षायां पठितवती अतः तस्य उपयोगम् अत्र करोति चेत् अस्माकं कृते भ्रमः भविष्यति गीता इदानीं केन आधारेण केन आधारेण कुत्र अस्ति इदानीं पुगन्तलघुपदस्य एतस्य उपयोगं पुनः अहं पृच्छामि कदा कर्तुं शक्नुमः पुकः इत्युक्ते पकारः न एतस्य उपयोगं कर्तव्यं चेत् किं पूर्वं भवितव्यं पुक् पाप बाभम एव पुक् अन्तः पुगन्तविषये अहं न पृच्छामि अस्तु भगिनि प्रश्नमेव न अवगतम्. ओके कन्नम्मा. आं भगिनि. लघुपदस्य एतस्य सूत्रस्य अवकाशः कदा भवति? प्रथमसार्वधातुक सार्वधातुक प्रत्ययः अस्ति चेत् तस्य कारणेन सप् विकरणप्रत्ययः अस्ति इति. तदनन्तरं पुगन्तल धूप घूपदस्य तिष्ठतु, कन्फ्यूषन् मा करोतु. हा ओके. प्रथमकार्यं किं? पुगन्तलघुपदस्य पूर्वं सार्वधातुकप्रत्ययः भवितव्यं. अस्ति इति वयं कथं जानीमः? सार्वधातुक अहं यत् पठितवन्तः षित् षित् प्रत्ययः सकारस्य लोप इत् संज्ञा भवति. सकारस्य इत् संज्ञा भवति चेत् तत् प्रत्यय नामकरणं सार्वधातुकम् अस्ति. तिङ् प्रत्यय अस्ति चेदपि सार्वधातुकम् अस्ति. तिङ् षित् प्रत्यय इति अहं पठितवन्तः. इदानीम् अस्मिन् अवसरे तिङ् अस्ति, षित् अस्ति, किमपि अस्ति, बुद्ध बोधति. बुद्ध अधिकं शप् अस्ति. शप् शकार इत्संज्ञा भवति, तत्कारणेन षित् सार्वधातुक भवति. नामकरणं एतस्य अवकाशः प्राप्नुमः. अतः अस्माकं सोपानानि कानि? प्रथमकार्यं षित् प्रत्ययः धातुपरे षित् प्रत्ययः अस्ति इति ज्ञातव्यं. सार्वधातुक नाम तदस्मि इति ज्ञातव्यं. तदनन्तरं पुगन्तलघुपदस्य अवकाशम् अस्ति चेत् तद् उपयोगं करणीयम्. ओके ओके. यावत्पर्यन्तम् अवगतं? गीता चन्द्रमती, चन्द्रमती पकारस्य विषये वयं न पठितवन्तः, अतः तस्य उपयोगं वयं न इदानीं कुर्मः. भिन्न काम्प्लिकेशन् अस्ति तत्र. ओके अस्तु. गीता अवगतम्? अवगतं महोदय. प्रथमकार्यं सार्वधातुकप्रत्ययः अस्ति वा न एतस्य परिशीलनं कथं वयं कुर्मः? किङ् अस्ति वा षित् अस्ति, किञ्चित् सार्वधातुकम् इति तस्य अवकाशः अस्ति वा न तत् परिशीलनं कृत्वा सार्वधातुकम् इति संज्ञा नामकरणं कृत्वा एव पुगन्तलघुपदस्य एतस्य उपयोगं कर्तुं शक्नुमः. ओके अस्तु भगिनि. अवगतं भगिनि. अन्यप्रश्नः अस्ति? समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदस्य पूर्णमुदस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. पुनर्मिलामः. अन्यप्रश्नः सन्ति? धन्यवादः. धन्यवादः. शुभदिनं महोदय.